पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 13 पुलस्त्य उवाच क्रोष्टो शृणुत्वं राजेन्द्र वंशमुत्तमपूरुषं यस्यान्ववाये सम्भूतो विष्णुर्वृष्णिकुलोद्वहः क्रोष्ठोरेवाभवत्पुत्रो वृजिनीवान्महायशाः तस्य पुत्रो भवत्स्वाधिकुशं कुस्तत्सुतो भवत् कुशं कोरभवत्पुत्रो नाम्ना चित्ररथोऽस्यतु शशबिन्दुरिदिख्यादश्चक्रवर्ती बभूवः अत्रानु वंशश्लोकोऽयं गीतस्तस्य पुरा भवत् शशबिन्दोस्तु पुत्राणां शतानामभवच्छदं धीमदां चारुरूपाणां भूरिद्रविणतेजसां तेषां शतप्रधानानां पृथुसाह्वा महाबलाः पृथुस्रवाः पृथुयशा पृथुतेजाः पृथुद्भवः पृथुकीर्तिपृथुमदो राजानः शशबिन्दवः शंसन्ति च पुराणज्ञाः पृथुस्रवसमुत्तमं ततश्चास्याभवन् पुत्राः उशना शत्रुतापनः पुत्रश्चोशनस्तस्तस्य शिनेयुर्नाम सत्तमः आसीत् शिनेयोः पुत्रो यः स रुक्मकवचो मतः निहत्य रुक्मकवचो युद्धे युद्धविशारदः धन्विनो विविधैर्बाणैरवाप्य पृथिवीमिमाम् अश्वमेधे ददाद्राजा ब्राह्मणेभ्यश्च दक्षिणां जज्ञेदु रुक्म कवचात् परावृत्परवीरः तत्पुत्रा जज्ञिरे पञ्च महावीर्यपराक्रमाः रुक्मेषु पृथुरुक्मश्च ज्यामख परिखो हरिः परिखं च हरिं चैव विदेहे स्थापयत्पिता रुक्मेषु रभवद्राजा पृथुरुक्मस्तथाश्रयः ताभ्यां प्रव्राजितो राज्याज्यामखो वा सदाश्रमे प्रशान्तश्चाश्रमस्तस्तु ब्राह्मणेन विबोधितः जगामधनुरादाय देशमन्यं ध्वजीरथी नर्मदातडये काकी केवलं वृत्तिकर्षितः वृक्षवं तं गिरिं गत्वा मुक्तमन्यैरुपाविशत ज्यामखस्याभवद्भार्या शैब्या परिणता सती अपुत्रोऽप्यभवद्राजा भार्यामन्यामचिन्तयन् तस्यासीद्विजयो युद्धे तत्र कन्यामवाप्य सः भार्यामुवाच सन्त्रासात् स्नुषेयं ते शुचिस्मिते एवमुक्त्वा ब्रवीदेनं कस्य केयं स्नुषेदि वै राजोवाच यस्ते जनिष्यते पुत्रस्तस्य भार्या भविष्यति तस्याः सा तपसोग्रेण कन्याया सम्प्रसूयत पुत्रं विदर्भं सुभगं शैब्या परिणता सदी राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकौशिकौ लोमपादं तृतीयं तु पुत्रं परमधार्मिकं पश्चाद्विदर्भो जनयचुरं रणविशारदम् लोमपादात्मजो बभ्रुर्धृतिस्तस्य तु चात्मजः कौशिकस्यात्मजश्चेदिस्तस्माच्चैद्य नृपा स्मृताः क्रधो विदर्भपुत्रो ह्य कुन्तिस्तस्यात्मजो भवत कुन्तेर्धृष्टस्तदो जज्ञे दृष्टा सृष्टः प्रतापवान् सृष्टस्य पुत्रो धर्मात्मा निवृत्तिपरवीरः निवृत्तिपुत्रो दाश्यार्हो नाम्ना सदु विदूरधः दाश्यार्हपुत्रो भीमस्तु भीमाज्जीमूद उच्यते जीमूदपुत्रो विकृतेस्तस्य भीमरथस्सुतः अध भीमरथस्यापि पुत्रो नवरथ किल तस्य चासीद्दशरथशकुनिस्तस्य चात्मजः तस्मात् करम्भस्तस्माच्च देवरादो बभूवः देवक्षत्रो भवद्राजा देवरादान्महायशाः देवगर्भसमोजज्ञे देवक्षत्रस्य नन्दनः मधुर्नाम महातेजा मधो कुरुवशस्मृतः आसीत् कुरुवशात् पुत्रः पुरुहोत्रः प्रतापवान् अंशुर्जज्ञेध वैदर्भ्यां द्रवन्त्यां पुरुहोत्रतः वेत्रगी त्वभवद्भार्या अंशोस्तस्यां व्यजायत सात्वदसत्त्वसम्पन्नः सात्वतान् कीर्तिवर्धनः इमां विसृष्टिं विज्ञाय ज्यामखस्य महात्मनः प्रजावानेदि सायुज्यं राज्ञः सोमस्य धीमतः सात्वतान् सत्त्वसम्पन्ना कौसल्या सुषुवे सुतान् तेषां सर्गाश्च चत्वारो विस्तरेणैव तान् शृणु भजमानस्य सृञ्जय्यां भाजनामासुदो भवद सृञ्जयस्य सुधायां तु भाजकास्तु तदो भवन् तस्य भाजस्य भार्ये द्वे सुषुवारे सुतान् बहून् नेमिं च कृकणं चैव वृष्णिं परपुरं जयं ते भाजका स्मृता यस्माद् भजमानाद्विजज्ञिरे देवावृधपृधुर्नाम मधूनां मित्रवर्धनः अपुत्रस्त्वभवद्राजा चचार परमं तपः पुत्र सर्वगुणोपेदो मम भूयादिति स्पृहन् संयोज्य कृष्णमेवाध पर्णाशाया जलं स्पृशन् सातो यस्पर्शनात्तस्य साम्निध्यं निम्नगाह्यगाद कल्याणं चरतस्तस्य शुशोच निम्नगाततः चिन्तयाथ परीतात्मा जगामाथ विनिश्चयं भूत्वा गच्छाम्यहं नारी यस्यामेवं विधः सुतः जायेत तस्मादद्याकं भवाम्यस्य सुतप्रदा अध भूत्वा कुमारी सा बिभ्रदी परमं वपुः ज्ञापयामास राजानं तामियेष नृपस्ततः अध सा नवमे मासि शिशुवे सरिदां वरा पुत्रं सर्वगुणोपेदं बभ्रुं देवा वृद्धात् परम् अत्र वंशे पुराणज्ञा ब्रुवन्तीति परिश्रुतं गुणान् देवा वृद्धस्याध कीर्तयन्तो महात्मनः बभ्रुश्रेष्ठो मनुष्याणां देवैर्देवा वृधः समः षष्टिशतं च पुत्राणां सहस्राणि च सप्ततिः ये ते मृतत्वं सम्प्राप्ता बभ्रोर्देवा वृधादपि यज्ञदानतपो धीमान् ब्रह्मण्यः सुदृढव्रतः रूपवांश्च महातेजा भोजोतो मृतकावतीं शरकान्तस्य दुहिता सुषुवे चतुरसुदान् कुकरं भजमानं च श्यामं कम्बलबर्हिषम् कुकुरस्यात्मजो वृष्टिर्वृष्टेस्तु तनयो धृतिः कपोदरो मातस्यापि तित्तिरिस्तस्य चात्मजः तस्यासीद् बहुपुत्रस्तु विद्वान् पुत्रो न हि किल ख्यायते तस्य नामान्यचन्दनोदगदुन्दुभिः आस्यासीदभिजित्पुत्रस्तदो जातः पुनर्वसुः अपुत्रो ह्यभिजित्पूर्वं ऋषिभिः प्रेरितो मुदा अश्वमेधं तु पुत्रार्थमाजुहावनरोत्तमः तस्य मध्ये विचरतः सभामध्यात् समुद्धितः अन्धस्तु विद्वान् धर्मज्ञो यज्ञदादा पुनर्वसुः तस्यासीत् पुत्रमिथुनं वसोश्चारिजिधः किल आकुकश्चाहुकी चैव ख्यादा मदिमदाम्बर इमांश्चोदाहरन्त्यत्र श्लोकांश्चादिरसात्मकान् सोपा सङ्गानुकर्षाणां तनुत्राणां वरूधिनां रथानां मेघकोशाणां सहस्राणि दशैवदु नासत्यवादिनो भोजा नायज्ञा नासहस्रदा नाशुचिर्नाप्यविद्वांसो न भोजादधिको भवद आहुकां तमनुप्राप्त इत्येषोऽन्वय उच्यते आहुकश्चाप्यवन्तीषु स्वसारं चाहुकीं ददौ आहुकस्यैव दुहिता पुत्रौ द्वौ समसूयत देवकं चोग्रसेनं च देवगर्भसमावुभौ देवकस्य सुदाश्चैव जज्ञिरे त्रिदशोपमाः देववानुपदेवश्च सुदेवो देवरक्षितः तेषां स्वसारः सप्तैव वसुदेवाय ता ददौ देवकी श्रुतदेवा च यशोदा च श्रुतिश्रवा श्रीदेवा चोपदेवा च सुरूपा चेदि सप्तमी नवोग्रसेनस्य सुधा कंसस्तेषां च पूर्वजः न्यग्रोधस्तु सुनामा च कङ्कशङ्घुः सुभूश्च यः अन्यस्तु राष्ट्रपालश्च बद्धमुष्टिः समुष्टिकः तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा सुरभिराष्ट्रपाली च कङ्का चेदि वराङ्गनाः उग्रसेनः सहापत्यो व्याख्यातकुकरोद्भवः भजमानस्य पुत्रो भूद्रधिमुख्यो विदुरदः राजाधिदेवशूरश्च विदुरथ सुतोऽभवद् राजाधिदेवस्य सुतौ जज्ञादेवीरसम्मतौ क्षत्रव्रतेति निरतौ शोणाश्वश्वेदवाहनः शोणाश्वस्य सुताः पञ्चशूरारणविशारदाः शमी च राजशर्मा च निमूर्तशत्रुजिच्छुचिः शमी पुत्रः प्रदिक्षत्रः प्रदिक्षत्रस्य चात्मजः प्रदिक्षत्रसुदो भोजो हृदिकस्तस्य चात्मजः हृदिकस्याभवन् पुत्रा दशभीमपराक्रमः कृतवर्माग्रजस्तेषां शदधन्वा च सप्तमः देवार्हश्च सुभानुश्च भीषणश्च महाबलः अजातश्च विजातश्च करकश्च करन्धमः देवार्हस्य सुदो विद्वान् जज्ञे कम्पलबर्हिषः अस मौजास्ततस्तस्य समौजाश्च सुदावुभौ अजादपुत्रस्य सुदौ प्रजायेदे समौजसौ समौजः पुत्रा विख्याताश्रयः परमधार्मिकाः सुदंशश्च सुवंशश्च कृष्ण इत्यनुनामदः अन्धकानामिमं वंशं यः कीर्तयदि नित्यशः आत्मनो विपुलं वंशं प्रजामाप्नोत्ययं ततः गान्धारी चैव माद्री च क्रोष्ठोर्भार्ये बभूवधुः गान्धारी जनयामास सुनित्रं मित्रवत्सलम् माद्री युधाजिदं पुत्रं तदो वै देवमीढुषम् अनमित्रं शिनिं चैव पञ्चात्र कृतलक्षणाः अनमित्रसुतो निघ्नो निघ्नस्यापि च द्वौ सुतौ प्रसेनश्च महावीर्यः शक्तिसेनश्च तावुभौ स्यमन्तकं प्रसेनस्य मणिरत्नमनुत्तमं पृथिव्यां मणिरत्नानां राजेदि समुदाहृदं हृदि कृत्वा सुबहुशो मणिं तं सव्यराजद मणिरत्नं व्ययाचेध राजार्थं शौरिरुत्तमम् गोविन्दश्च नदं लेभे शक्तोऽपि न जहारसः कदाचिन्मृगयां व्याधः प्रसेनस्तेन भूषितः बिले शब्दं स शुश्राव कृतं सत्त्वेन केनचिद् ततः प्रविश्य सबिलं प्रसेनो ह्यर्क्षमासदद वृक्षप्रसेनं च तथा वृक्षं चाभिप्रसेनजित आसाद्य युयुधाते तौ परस्परजयेच्छया हत्वा वृक्षप्रसेनं च ततस्तं मणिमादराद प्रसेनं तु हतं श्रुत्वा गोविन्दः परिशङ्कितः सत्राजित्रादु तद्भ्राता यादवैश्च तथा परैः गोविन्देन हतो नूनं प्रसेनो मणिकारणाद प्रसेनस्तु गदोरण्यं मणिरत्नेन भूषितः तं दृष्ट्वा निजखानाथ न त्यजन्तं स्यमन्तकं जखानैवाप्रदानेन शत्रुभूतं च केशवः इति प्रवादः सर्वत्र ख्यातः सत्राजिदाकृतः अथ दीर्घेण कालेन मृगयां निर्गतः पुनः यदृच्छया च गोविन्दो बिलाभ्याशमधागमत तदशब्दं यथा पूर्वं स चक्रे ऋक्षराड्बली शब्दं श्रुत्वा तु गोविन्द खङ्गपाणिप्रविश्य च अपश्यज्जाम्बवन्तं च ऋक्षराजं महाबलं ततस्तूर्णं हृषीकेशस्तमृक्षमदिरं हसा जाम्बवन्तं स जग्राहक्रोधसंरक्तलोचनः दृष्ट्वा चैनं तथा विष्णुं कर्मभिर्वैष्णवीं तनुम् तुष्टावऋक्षराजोऽपि विष्णुसूक्तेन सत्वरं ततस्तु भगवां स्तुष्टो वरेण समरोचयत जाम्बवानुवाच इष्टं चक्रप्रहारेण त्वत्तो मे मरणं शुभं कन्या चेयं मम सुधा भर्तारं त्वामवाप्नुयाद योऽयं मणिप्रसेनात्तु हत्वा चैवाप्तवानहं सत्वया गृह्यतां नाथ मणिरेषोऽत्र वर्तते इत्युक्तो जाम्बवन्तं वै हत्वा चक्रेण केशवः कृतकार्यो महाबाहुकन्यां चैवा ददौ तदा तदसत्राजिदे चैदन्मणिरत्नं स वै ददौ यल्लब्धमृक्षराजाच्च सर्वयादवसन्निधौ तेन मिथ्याप्रवादेन संतप्तोऽयं जनार्दनः ततस्ते यादवा सर्वे वासुदेवमधाब्रुवन् अस्माकं मनसि ह्यासीत् प्रसेनस्तु त्वया हतः एकैकस्यास्तु सुन्दर्यो दशसत्राजितसुताः सत्योत्पन्नाः सुधास्तस्य शतमेकं च विश्रुताः विख्याताश्च महावीर्या भङ्गकारश्च पूर्वजः सत्याव्रतवती स्वप्ना भङ्गकारस्य पूर्वजा शुशुवुस्ताः कुमारांश्च शिनीवालप्रतापवान् अभङ्गो युयुधानश्च शिनिस्तस्यात्मजो भवद तस्माद्युङ्गं धरः पुत्रा शतं तस्य प्रकीर्तिताः अनमित्राह्वयो यो वैविख्यातो वृष्णिवंशजः अनमित्रात्सिनिर्जज्ञे कनिष्ठो वृष्णिनन्दनः अनमित्राच्च संजज्ञे वृष्णिवीरो युधाजिदः अन्यौ च तनयौ वीरा वृषभश्चित्र एव च ऋषभः काशिराजस्य सुधां भार्यामनिन्दिदां जयं तश्च जयन्तीं च शुभां भार्यामवीं ददा जयं तस्य जयन्त्यां वै पुत्रः समभवत्ततः सदा यज्वादिधीरश्च श्रुतवानधिप्रियः अक्रूरसुषुवे तस्मात् सुदक्षो भूरिदक्षिणः रत्नकन्या च शैभ्या च अक्रूरस्तामवाप्तवान् पुत्रानुत्पादयामास एकादशमहाबलान् उपलम्भं सदालम्भमुत्कलं च चार्यशैशवं सुधीरं च सदा यक्षं शत्रुघ्नं वारिमे जयं धर्मदृष्टिं च धर्मं च सृष्टिमौलिं तथैव च सर्वे च प्रतिहर्तारो रत्नानां जज्ञिरे च ते अक्रूराच्चूरसेनायां सुतौ द्वौ कुलनन्दनौ देववानुपदेवश्च जज्ञादे देवसम्मतौ अश्विन्यां त्रिचतुःपुत्राः पृथुर्विपृथुरेव च अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ रिष्ठनेमि सुवर्चा च सुधर्मा मृदुरेव च अभूमिर्बहुभूमिश्च श्रविष्ठाश्रवणे स्त्रियौ इमां मिथ्याभिशप्तिं यो वेदकृष्णस्य बुद्धिमान् न स मिथ्याभिशापेन अभिगम्यश्च केनचित् येक्ष्वाकी सुषुवे पुत्रं शूरमद्भुतमीढुषं मीढुषा जज्ञिरे शूरा भोजायां पुरुषादश वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः देवभागस्तथा जज्ञे तथा देवश्रवाः पुनः अनावृष्टिं कुनिश्चैव नन्दिश्चैव सकृद्यशाः श्यामशमीकः सप्ताख्यः पञ्चचास्य वराङ्गनाः श्रुतकीर्तिपृथा चैव श्रुतदेवी श्रुतश्रवाः राजाधिदेवी च तथा पञ्चैदा वीरमातरः वृद्धस्य श्रुतदेवी तु कारुषं शुशुवे नृपं कैकेय्याच्छ्रुतकीर्तेस्तु जज्ञे सन्तर्दनो नृपः श्रुतश्रवसि चैद्यस्य सुनीधः समपद्यत राजाधिदेव्या सम्भूतो धर्माद्भयविवर्जितः शूरसख्येन बद्धोऽसौ कुन्तिभोजे पृथां ददौ एवं कुन्ती समाख्या च वसुदेवस्वसा पृथा कुन्तिभोजो ददात्तां तु पाण्डोर्भार्यामनिन्दितां पाण्ड्वर्थे सुददेवी सा देवपुत्रान्महारवान् धर्माद्युधिष्ठिरो जज्ञे वादाज्जज्ञे भृगोदरः इन्द्राद्धनं जयश्चैव शक्रतुल्यपराक्रमः योऽसौ त्रिपुरुषाज्जातस्त्रिभिरंशैर्महारथः देवकार्यकरश्चैव सर्वदानवसूदनः अवध्याश्चापि शक्रस्य दानवा येन खादिताः स्थापितः सदुशक्रेण लब्धवर्चास्त्रिविष्टपे माद्रवत्यां तु जनिता वश्विना विदिनश्रुतं नकुलः सहदेवश्च रूपसत्त्वगुणान्वितौ रोहिणी पौरवी नाम भार्या चानकदुन्दुभेः लेभे चेष्टं सुदं रामं सारणं चरणप्रियं दुर्धरं दमनं चैव पिण्डारकमहाहनुम् अधमायात्वमावास्य देवकीया भविष्यति त तस्यां यज्ञे महाबाहुः पूर्वं तु सप्रजापतिः अनुजादा भवत्कृष्णा सुभद्रा भद्रभाषिणी विजयो रोचमानस्तु वर्धमानश्च देवलः एते सर्वे महात्मान उपदेव्यां प्रजज्ञिरे अगावहं महात्मानं बृहद्देवी व्यजायत बृहद्देव्यां स्वयं जज्ञे मन्दको नाम नामतः सप्तमं देवकीपुत्रं रेमन्दं सुषुवेसुतं गवेषणं महाभागं सङ्ग्रामेष्वपराजितं श्रुतदेव्या विहारे तु वने विचरता पुरा वैश्यायां समधाच्चौरिः पुत्रं कौशिकमग्रजं श्रुतं थरादुराज्ञीदु सौरगन्धपरिग्रहः पुत्रं च कपिलं चैव वसुदेवात्मजो बलि जनानां च विषादोऽभूत् प्रथमः स धनुर्धरः सौभद्रश्चाभवश्चैव महासत्त्वौ बभूवधुः देवभागसुतश्चापि प्रस्तावः स बुधस्मृतः पण्डितं प्रथमं बाहु देवश्रवसमुत्तमम् इक्ष्वाकुकुलतो यस्य मनस्विन्या यशस्विनी निवृत्तशत्रुशत्रुघ्नश्रद्धा तस्मादजायत गण्डूषायामपत्यानि कृष्णस्तुष्टशतं ददौ सचन्द्रं तु महाभागं वीर्यवन्तं महाबलम् रन्दिपालश्च रन्दिश्च नन्दनस्य सुदावुभौ शमीकपुत्राश्चत्वारो विक्रान्ताः सुमहाबलाः विरजश्च धनुश्चैव व्योमस्तस्य ससृञ्जयः अनपत्यो भवद्व्योमसृञ्जयस्य धनञ्जयः यो जायमानो भोजत्वं राजर्षित्वमवाप्तवान् कृष्णस्य जन्माभ्युदयं यः कीर्तयदि नित्यशः शृणोति वा नरो नित्यं सर्वपापैः प्रमुच्यते अध देवो महादेवः पूर्वं कृष्णः प्रजापतिः विहारार्थं स देवोऽसौ मानुषेष्वप्यजायत देवक्यां वसुदेवेन तपसा पुष्करे क्षणः चतुर्बाहस्तु संजातो दिव्यरूपो जनाश्रयः श्रीवत्सलक्षणं देवं दृष्ट्वा देवै सलक्षणं उवाच वसुदेवस्तं रूपं संहरवै प्रभो भीतोऽहं देवकंसस्य ततस्त्वेदद्ब्रवीमि ते मम पुत्रा हतास्तेन श्रेष्ठा षड्भीम विक्रमाः वसुदेववच श्रुत्वा रूपं संहरदच्युतः अनुज्ञाप्य तुदं शौरिर्नन्दगोपगृहे नयद दत्त्वा तं नन्दगोपाय रक्ष्यतामिति चाब्रवीद अतस्तु सर्वकल्याणं यादवानां भविष्यति अयं तु गर्भो देवक्या यावत् कंसं हनिष्यति तावत् पृथिव्यां भविदा क्षेमो भारावहः परम् ये वै दुष्टास्तु राजानस्तांस्तु सर्वान् हनिष्यति कौरवाणां रणे भूते सर्वक्षत्रसमागमे सारथ्यमर्जुनस्यायं स्वयं देवः करिष्यति निहि क्षत्रियां धरां कृत्वा भोक्ष्यदे शेषदां गदां सर्वं यदुकुलं चैव देवलोकं नयिष्यति भीष्म उवाच क एष वसुदेवस्तु देवकी का यशस्विनी नन्दगोपश्च कश्चैव यशोदा का महाव्रता या विष्णुं पोषितवती यां स मादेत्यभाषत या गर्भं जनयामास या चैनं समवर्धयत पुलस्त्य उवाच पुरुषः कश्यपश्चासावदितिस्तत्प्रिया स्मृता कश्यपो ब्रह्मणोऽंशस्तु पृथिव्या अदितिस्तथा नन्दो द्रोणः समाख्यादो यशोदाथ धराभवद अथ कामान्महाबाहुर्देवक्याः समपूरयद एतया काङ्क्षिदाः पूर्वमजात्तस्मान्महात्मनः अचिरं स महादेवः प्रविष्टो मानुषीं तनुं मोहयन् सर्वभूतानि योगाद्योगी समाययौ नष्टे धर्मे तथा यज्ञे विष्णोर्वृष्णिकुले विभुः कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् रुक्मिणी सत्यभामा च सत्या नाग्निजिदी तथा सुमित्रा च तथा शैव्या गान्धारी लक्ष्मणा तथा सुभीमा च तथा माद्री कौशल्या विजया तथा एवमादीनि देवीनां सहस्राणि च षोडश रुक्मिणी जनयामास पुत्रान् शृणु विशारदान् चारुदेष्णं रणे शूरं प्रद्युम्नं च महाबलं सुचारुं चारुभद्रं च सदश्वं ह्रस्वमेव च सप्तमञ्चारुगुप्तं च चारुभद्रं च चारुकं चारुहासं कनिष्ठं च कन्याञ्चारुमदीं तथा जज्ञिरे सत्यभामाया भानुर्भीमरथः क्षणः रोहितो दीप्तिमांश्चैव ताम्रबन्धो जलन्धमः चदस्रो जज्ञिरे तेषां स्वसारश्च यवीयसीः जाम्भवत्या सुदो जज्ञे साम्भश्चैवादिशोभनः सौरशास्त्रस्य कर्ता वै प्रतिमा मन्दिरस्य च मूलस्थाने निवेशश्च कृतस्तेन महात्मना तुष्टेन देवदेवेन कुष्ठरोगो विनाशिदः सुमित्रं चारुमित्रं च मित्रविन्दा व्यजायत मित्रबाहुः सुनीधश्च नाग्नजित्यां बभूवधूः एवमादीनि पुत्राणां सहस्राणि निशामय अशीतिश्च सहस्राणां वासुदेवसुतास्तथा प्रद्युम्नस्य च दायादो वैदर्भ्यां बुद्धिसत्तमः अनिरुद्धो रणे योद्धा जज्ञेस्य मृगकेतनः काम्या सुपार्श्वतनया साम्बाल्लेभे तरस्विनं सत्त्वप्रकृतयो देवाः पराः पञ्चप्रकीर्तिताः तिस्रकोढ्यप्रवीराणां यादवानां महात्मनां षष्टिशतसहस्राणि वीर्यवन्दो महाबलाः देवांशाः सर्व एवेह उत्पन्नास्ते महौजसः दैवासुरे हदा एव असुरास्तु महाबलाः इहोत्पन्ना मनुष्येषु बाधं ते सर्वमानवान् तेषामुद्धरणार्थाय उत्पन्ना यादवे कुले कुलानां शतमेकं च यादवानां महात्मनां विष्णुस्तेषां प्रणेता च प्रभुत्वे च व्यवस्थितः निदेशस्थायिनस्तस्य ऋद्ध्यं ते सर्वयादवाः भीष्म उवाच सप्तर्षयः कुबेरश्च यक्षो मणिधरस्तथा सात्यकीर्नारदश्चैव शिवो धन्वन्तरिस्तथा आदिदेवस्तथा विष्णुरेभिस्तु सह दैवतैः किमर्थं सहसम्भूता सुरसम्भूतयः क्षिदौ भविष्या कदि वाचास्य प्रादुर्भावा महात्मनः सर्वक्षेत्रेषु सर्वेषु किमर्थमिह जायते यदर्थमिह सम्भूतो विष्णुर्वृष्ण्यन्धके कुले पुनः पुनर्मनुष्येषु तन्मे त्वं ब्रूहि पृच्छदः पुलस्त्य उवाच शृणु भूपप्रवक्ष्यामि रहस्यातिरहस्यकं यथा दिव्यतनुर्विष्णुर्मानुषेष्विह जायते युगान्ते तु परावृत्ते काले प्रसिद्धिरे प्रभुः देवासुरमनुष्येषु जायते हरिरीश्वरः हिरण्यकशिपुर्दैत्यस्त्रैलोक्यस्य प्रशासिता बलिनाधिष्ठिते चैव पुनर्लोकत्रये क्रमाद सख्यमासीत् परमकं देवानामसुरैः सह युगाख्या दश सम्पूर्णा आसीदव्याकुलं जगद निदेशस्थायिनश्चापि तयोर्देवासुरा स्वयं बद्धो बलिर्विमर्दोऽयं सुसंवृत्तः सुदारुणः देवानामसुराणां च घोरः क्षयकरो महान् कर्तुं धर्मव्यवस्थां च जायते मानुषेष्विह भृगोशापनिमित्तं तु देवासुरकृते तथा भीष्म उवाच कथं देवासुरकृते हरिर्देहमवाप्तवान् दैवासुरं यथावृत्तं तन्मे कथय सुव्रत पुलस्त्य उवाच तेषां जयनिमित्तं वै सङ्ग्रामास्युः सुदारुणाः अवतारा दशद्वौ च शुद्धमन्वन्तरे स्मृताः नामधेयं समासेन शृणु तेषां विवक्षितं प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः तृतीयस्तु वराहश्च चतुर्थो मृतमन्थनः सङ्ग्रामः पञ्चमश्चैव सुखोरस्तारकामयः षष्ठो ह्याडीबकाख्यश्च सप्तमस्त्रैपुरस्तथा अष्टमश्चान्धकवधो नवमो वृत्रखादनः ध्वजश्च दशमस्तेषां हलाहलस्ततः परं प्रथितो द्वादशस्तेषां घोरकोलाहलस्तथा हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणे पुरा हिरण्याक्षोहदो द्वं द्वे प्रतिवादेदु दैवतैः दंष्ट्रयादु वराहेण समुद्रस्थो द्विधा कृतः प्रह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने विरोचनस्तु प्रह्लादिर्नित्यमिन्द्रवधोद्यतः इन्द्रेणैव च विक्रम्य निहतस्तारकामये अशक्नुवत्सुदेवेषु त्रिपुरं सोढुमासुरं मोहयित्वा मृते पीदे गोरूपेणासुरारिणा न सञ्जीवयितुं शक्या भूयो भूयो मृदासुराः निहदादानवा सर्वे त्रैलोक्ये त्र्यम्बकेण तु असुराश्च पिशाचाश्च दानवाश्चान्तके वधे हदा देव मनुष्यैस्ते पितृभिश्चैव सर्वशः सम्पृक्तो दानवैर्वृत्रो घोरे कोलाहले हतः तदा विष्णुसहायेन महेन्द्रेण निपातितः हतस्तदो महेन्द्रेण मायाच्छन्नस्तु योगविद वज्रेण क्षणमाविश्य विप्रचित्तिः सहानुगः दैत्याश्च दानवाश्चैव संयुधा कृष्णशस्तु ते ये दे दैवासुरावृत्ताः सङ्ग्रामाद्वा दशैव तु देवासुरक्षयकराः प्रजानां च हिताय वै हिरण्यकशिपूराजा वर्षाणामर्बुदं बभौ द्विसप्ततिं तथान्यानि नियुतान्यधिकानि तु अशीति च सहस्राणि त्रैलोक्यैश्वर्यवानभूद पर्यायेण दुराजा भूद्बलिर्वर्षार्बुदं पुनः षष्टिं चैव सहस्राणि नियुतानि च विंशतिं बलिराज्याधिकारे तु यावत्कालश्च कीर्तितः तावत्कालं तु प्रह्लादो निर्वृतो ह्यसुरैः सह जयार्थमेदे विज्ञेया असुराणां महौजसः त्रैलोक्यमिदमव्यग्रं महेन्द्रेणानुपाल्यते असम्पन्नमिदं सर्वं यावद्वर्षायुधं पुनः पर्यायेणैव सम्प्राप्ते त्रैलोक्यं पाकशासने ततोऽसुरान् परित्यज्य यज्ञो देवानगच्छत यज्ञे देवानथगते दिदीजा काव्यमब्रुवन् दैत्याऊजुः हृदं मखवदा राज्यं त्यक्त्वा यज्ञः सुरान् गदः स्थातुं न शक्नुमोह्यत्र प्रविशामो रसातलम् एवमुक्तो ब्रवीदे दान्विषण्णान् सां त्वयन् गिरा मा भैष्टधारयिष्यामि तेजसा स्वेन वो सुराः मन्त्राश्चौषधयश्चैव धरायां यत्तु वर्तते मयि तिष्ठति तत्सर्वं पादमात्रं सुरेषु वै तत्सर्वं च प्रदास्यामि युष्मदर्थे धृतं मया तदो देवास्तु तान् दृष्ट्वा धृतान् काव्येन धीमदा अमं त्रयं त दैवा वै संविघ्नास्तज्जिघृक्षया काव्यो ह्येष इदं सर्वं व्यावर्तयदि नो बलाद साधु गच्छामहे तूर्णं यावन्न च्यावयेत वै प्रसह्य जित्वा शिष्टांस्तु पातालं प्रापयामहे तदो देवास्तु संरब्धा दानवानुपसृत्यः ततस्ते वध्यमानास्थै काव्यमेवाभिदुद्रुवुः ततः काव्यस्तु तान् दृष्ट्वा तूर्णं देवैरभिद्रुतान् रक्षाकार्येण संहृत्य देवेभ्यस्तान् सुरार्दितान् काव्यं दृष्ट्वा स्थितं देवा निर्विशङ्कास्तु दे जहुः ततः काव्यो नु चिन्त्याध ब्रह्मणो वचनं हितम् तानुवाच तथ काव्यपूर्ववृत्तमनुस्मरन् त्रैलोक्यं वो हृदं सर्वं वामनेन त्रिभिक्रमैः बलिर्बद्धो हदो जम्भो निहतश्च विरोचनः महासुराद्वादशसु सङ्ग्रामेषु सुरैर्हताः तैस्तैरुपायैर्भूयिष्ठा निहतास्तु प्रधानदः केचिच्छिष्टाश्च यूयं वै युद्धं नास्तीति मे मदम् नीतयो वो विधातव्या उपासे कालपर्ययाद यास्याम्यहं महादेवं मन्त्रार्थं विजयावहम् अप्रतीपांस्तदो देवान् मन्त्रान् प्राप्य महेश्वराद योत्स्यामहे पुनर्देवैस्तदः प्राप्स्यथ वै जयं तदस्ते कृतसंवादा देवानूजुस्तदा सुराः न्यस्तशस्त्रावयं सर्वे निःसन्नाहारथैर्विना वयं तपश्चरिष्यामः संवृदा वल्कलैस्तदा देवास्तेषां वच श्रुत्वा सत्याभिव्याहृतं तदः तदोऽन्यवर्तयन् सर्वे विज्वरा मुदिताश्च ये न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः तदस्तानब्रवीत्काव्य उपाध्वं तपसि स्थिताः निरुत्सिक्तास्तपोयुक्ता कालं कार्यार्थसाधकम् विदुराश्रमसंस्था वै मां प्रदीक्षथ दानवाः तानुद्दिश्यासुरान् काव्यो महादेवं प्रपद्यदा शुक्र उवाच मन्त्रानिच्छाम्यहं देव येन सन्ति बृहस्पतौ पराभवाय देवानामसुराणां जयाय च एवमुक्तो ब्रवीद्देवो व्रतं त्वं चर भार्गव पूर्णं वर्षसहस्रं तु कणधूममधशिराः यदि पास्यसि भद्रं ते तदो मन्त्रानवाप्स्यसि तथेदि समनुज्ञाप्य शुक्रस्तु भृगुनन्दनः पादौ संस्पृश्य देवस्य बाढमित्यब्रवीद्वजः व्रतं चराम्यहं देव त्वया दिष्टोऽद्य वै प्रभो आदिष्टो देवदेवेन कृतवान् भार्गवो मुनिः तदा तस्मिन् गदे शुक्रे असुराणां हिताय वै मन्त्रार्थे तनुते काव्यो ब्रह्मचर्यं महेश्वराद तद्बुद्ध्वा नीतिपूर्वं वै राजन्यास्तु तदा सुखम् अस्मिंश्चिद्रे तदामर्षाद्देवास्तानभिदुद्रुवुः दंशिता सायुधा सर्वे बृहस्पतिपुरःसराः दृष्ट्वा सुरगणा देवान् प्रगृहीतायुधान् पुनः उत्पेदुस्सहसा सर्वे सन्त्रस्तास्तान्वचोऽब्रुवद दैत्यावूचुः न्यस्तशस्त्रावयं देवा आचार्ये व्रतमास्तिदे दत्त्वा भवं तस्त्वभयं सम्प्राप्ता नो जिकांसया अनमर्षा वयं सर्वे त्यक्तशस्त्राश्च संस्थिताः चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः रणे विजेतुं देवांश्च न शक्ष्यामः कथंचन अयुद्धेन प्रपत्स्यामः शरणं काव्यमातरम् ज्ञापयामः कृच्छ्रमिदं यावन्नाभ्येदि नो गुरुः निवृत्ते च तथा शुक्रे योत्स्यामो दंशितायुधाः एवमुक्त्वा च तेऽन्योन्यं शरणं काव्यमादरं प्रापद्यन्त ततोभिधास्तेभ्यो दादभयं तु सा न भेदव्यं न भेदव्यं भयं त्यजद दानवाः मत्सन्निधौ वर्तताम् वो न भीर्भविदुर्महदि तयाभिरक्षितांस्तांश्च दृष्ट्वा देवास्तदा सुरान् अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम् ततस्तान् बध्यमानांस्तु देवैर्दृष्ट्वा सुरांस्तदा देवी क्रुद्धा ब्रवीद्देवान्निद्रया मोहयाम्यहं संभृत्य सर्वसंभारान्निद्रां सा व्यसृजत्तदा तस्तम्भ देवी च बलाद्योगयुक्ता तपोधना ततस्तं स्तभिदं दृष्ट्वा इन्द्रं देवाश्च मूढवद प्राद्रवं ततोभिधा इन्द्रं दृष्ट्वा वशीकृतं गदेषु सुरसङ्घेषु विष्णुरिन्द्रमभाषद विष्णुरुवाच मा त्वं प्रविश भद्रं ते रक्षिष्ये त्वां सुरोत्तम एवमुक्तस्ततो विष्णुं प्रविवेश पुरन्दरः विष्णुसंरक्षितं दृष्ट्वा देवी क्रुद्धा वजोऽब्रवीद येष त्वां विष्णुना सार्धं दहामि मखवन्बलाद येष त्वां विष्णुना सार्धं दहामि मखवन्बलाद मिषतां सर्वभूतानां दृश्यतां मे तपोबलाद तयाभिभूतौ तौ देवा विन्द्रविष्णो बभूवधुः कथं मुच्येयसहितो विष्णुरिन्द्रमभाषद इन्द्रो ब्रवीज्जहिह्येनां यावन्नौ न दहेत्प्रभो विशेषेणाभिभूतोऽस्मि जहीमां जहिमाचिरम् ततः समीक्ष्य विष्णुस्तां स्त्रीवधे कृच्छ्रमास्थितः अभिध्याय ततः शक्रमापन्नं सत्वरं प्रभुः ततः सत्वरया युक्तशीघ्रकारी भयान्वितः ज्ञात्वा विष्णुस्ततस्तस्या क्रूरं देव्याश्चिकीर्षितम् क्रुद्धश्च चक्रमादाय शिरश्चिच्छेदवैभयाद तं दृष्ट्वा स्त्रीवधं घोरं चुक्रोध भृगुरीश्वरः ततो हि शप्तो भृगुणा विष्णोर्भार्या वधे कृते भृगुरुवाच यत्त्वया जानदा धर्ममवध्यास्त्रीनिषूदिता तस्मात् त्वं सप्त कृत्वो हि मानुषेषूपयास्यसि ततस्तेनाभिशापेन नष्टे धर्मे पुनः पुनः लोकस्य च हितार्थाय जायते मानुषेष्विह अध व्याहृत्य विष्णुं स तदादाय शिरस्वयम् समानीय तथ कायं पाणौ गृह्येदमब्रवीद भृगुरुवाच येषा त्वं विष्णुना देवि हदा संजीवयाम्यहं यदि कृत्स्नो मया धर्मो ज्ञायते चरितोऽपि वा तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम् ततस्तां प्रोक्ष्य सीताद्भिर्जीवजीवेदि सोऽब्रवीद ततोऽभिव्याहृदे तस्मिन् देवी संजीविता तदा ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोद्धितामिव साधु साध्विधि दृष्ट्वैव वचस्ताम् सर्वतो ब्रुवन् एवं प्रत्याहृता तेन देवी सा भृगुणा तदा मिषतां दैवतानां हि तदद्भुतमिवाभवत् असम्भ्रान्तेन भृगुणा पत्नी संजीविता पुनः दृष्ट्वा चेन्द्रो नालभद शर्म काव्यभयात् पुनः प्रजागरे ततश्चेन्द्रो जयन्तीमिदमब्रवीद संधिकामोऽभ्यधाद्वाक्यं स्वां कन्यां पाकशासनः इन्द्र उवाच एष काव्यो ह्यनिन्द्रायव्रतं चरदि दारुणम् तेनाहं व्याकुलः पुत्रि कृतो मदिमदा दृढं तैस्तैर्मनोनुकूलैश्च उपचारैरतन्त्रिता आराधया तथा पुत्रि यथा तुष्येद सद्विजः गच्छ त्वं तस्य दत्तासि प्रयत्नं कुरु मत्कृते एवमुक्त्वा जयन्ती सा वचत् सङ्गृह्य वै पितुः अगच्छद्यत्र घोरं स तपो ह्यारभ्य तिष्ठति तं दृष्ट्वा च पिबन्तं सा कणधूममधोमुखं यक्षेण पात्यमानं च कुण्डधारेण पावनं दृष्ट्वा तं यतमानं तु देवी काव्यमवस्थितं शत्रूपकादे श्राम्यन्दं दुर्बलस्थितिमास्थितं पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा गीर्भिश्चैवानुकूलाभिस्तुवन्ती वल्गुभाषिणी गात्र संवाहनैकाले सेवमाना त्वचः सुखैः व्रतचर्यानुकूलाभिरुपास्य बहुलाः समाः पूर्णे धूमव्रदे तस्मिन् घोरे वर्षसहस्रके वरेण चन्दयामास शिवप्रीदो भवत्तदा महेश्वर उवाच यदद्व्रतं त्वयैकेन चीर्णं नान्येन केनचित् तस्माद्वै तपसा बुद्ध्या श्रुतेन च बलेन च तेजसा च सुरान् सर्वांस्त्वमेकोऽभिभविष्यसि यच्च किञ्चिन्मयि ब्रह्मन् विद्यते भृगुनन्दन प्रतिदास्यामि तत्सर्वं त्वया वाच्यं न कस्यचिद् किं भाषितेन बहुना अवध्यस्त्वं भविष्यसि तान् दत्त्वा तु वरांस्तस्मै भार्गवाय पुनः पुनः प्रजेशत्वं धनेशत्वमवध्यत्वं च वै ददौ एतान् लब्ध्वा वरान् काव्यः सम्प्रहृष्टतनूरुहः एवमाभाष्य देवेशमीश्वरं नीललोहितम् ज्ञान्वितस्तदस्तस्मै प्राञ्चलिप्रणदोऽभवद् ततः सौन्दर्हि दे देवे जयन्तीमिदमब्रवीद कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता महता तपसा युक्ता किमर्थं मां जगीषसि अनया संस्थिता भक्त्या प्रश्रयेण दमेन च स्नेहेन चैव शुश्रोणिप्रीतोऽस्मि वरवर्णिनि किमिच्छसि वरारोहे कष्टे कामः समुद्यदः तं ते सम्पादयाम्यद्य यद्यपि स्यात् सुदुष्करम् एवमुक्ताब्रवीदेनं तपसा ज्ञातुमर्हसि चिकीर्षितं हि मे ब्रह्मं त्वं वै वद यथा तथम् एव मुक्तो ब्रवीदेनं दृष्ट्वा दिव्येन चक्षुषा मया सह त्वं शुश्रोणिशतवर्षाणि भामिनि सर्वभूतैरदृश्यान्तः सम्प्रयोगमिहेच्छसि देवि इन्दी वरस्यामे वरार्हे वामलोचने एवं वृणोषि कामांस्त्वं ददे वै वल्गुभाषिते एवं भवतु गच्छाव गृहं मे मत्तकाशिनि ततः स गृहमागम्य जयं त्या सह चोशना तया सहावसद्देव्या शतवर्षाणि भार्गवः अदृश्य सर्वभूतानां मायया संश्रुतव्रतः कृतार्थमागतं ज्ञात्वा शुक्रं सर्वे दिदे सुताः अभिजग्मोर्गृहं तस्य मुदितास्ते दिदृक्षवः गदा यदा न पश्यन्ति मायया संवृतं गुरुं लक्षणं तस्य चाबुद्ध्वा नाद्यागच्छति नो गुरुः एवं ते स्वानि धिष्ण्यानि गता सर्वे यथा गताः ततो देवगणाः सर्वे गत्वाङ्गिरसमब्रुवन् दानवालयेदु भगवान् गत्वा तत्र च तां चमूं मोहयित्वात्मवशगां क्षिप्रमेव तथा कुरु धिषणस्तान् सुरानाः एवमेव व्रजाम्यासं तेन गत्वा दानवेन्द्रप्रह्लादो वै वशीकृतः शुक्रो भूत्वा स्थितस्तत्र पौरोहित्यं चकारसः स्थितो वर्षशतं साग्रमुशना तावदागदः धनुपुत्रैस्ततो दृष्टः सभायां तु बृहस्पतिः उशना एक एवात्र द्विदीह्य किमिहागदः सुमहत्कौतुकं चात्र भविदा विग्रहो दृढं किं वदिष्यति लोकोऽयं द्वारियोऽयं व्यवस्थितः सभायामास्थितो योऽयं गुरु किं नो वदिष्यति एवं प्रजल्पदां तेषां धनूनां कविरागतः स्वरूपधारिणं तत्र दृष्ट्वासीनं बृहस्पतिम् उवाच वचनं क्रुद्ध किमर्थं त्वमिहागतः शिष्यान्मोहयसे मे त्वं युक्तं सुरगुरोस्तव मूढास्ते त्वां न जानन्ति त्वन्मायामोहिता ध्रुवं तन्न युक्तं तव ब्रह्मन् परशिष्यप्रदर्शनं व्रजत्वं देवलोकं स्वं तिष्ठधर्ममवाप्स्यसि शिष्यो हि मे कचः पूर्वं हदो दानवपुङ्गवैः विद्यार्थी तनयो ब्रह्मं स्तवा योग्या गतिस्त्विह श्रुत्वा तु तस्य तद्वाक्यं स्मिदं कृत्वा वदद्गुरुः सन्ति चोरा पृथिव्यां ये परद्रव्यापहारिणः वृत्रखादेन चेन्द्रस्य ब्रह्महत्या पुरा भवद लोकायतिकशास्त्रेण भवता सा तिरस्कृता जानामि त्वामाङ्गिरसं देवाचार्यं बृहस्पतिं मद्रूपधारिणं प्राप्तं सर्वे पश्यदानवाः यशवो मोहनायालं प्राप्तो विष्णु विचेष्टितैः तदेनं शृङ्खलैर्बद्ध्वा क्षिपेद लवणार्णवे पुनरेवाब्रवीच्छुक्रः पुरोधायं दिवौकसां मोहिता नूनमेदेन क्षयं यास्यध दानवाः भो अहं दानवेन्द्रेह वञ्चितोऽस्मि दुरात्मना किमर्थं भवदा त्यक्तकृतश्चान्यः पुरोहितः देवाचार्योऽङ्गिरः पुत्र एष एव बृहस्पतिः वञ्चितोऽसि न सन्देहो हितार्थं तु दिवौकसां त्यजस्वैनमहाभागशत्रुपक्षजयावहम् अनुशिष्य भयाद्यातपूर्वमेवमहं प्रभो जलमध्ये स्थितपीदो महादेवेन शम्भुना उदरस्तस्य मे जातं साग्रं वर्षशतं किल उदराच्छुक्ररूपेण शिष्णेनाहं विसर्जितः वरदः प्राह मां देवशुक्रेष्ठं त्वं वरं वृणु मया वृदो वरं राजन् देवदेवः पिनाकधृत मनसा चिन्तिता ह्यर्था मानसे ये स्थिता वराः भवन्तु मयि ते सर्वे प्रसादात् तव शङ्कर एवमस्त्विति देवेन प्रेषितोऽस्मि तवान्तिकं तावदत्रा भवच्चायं पुरोधास्ते बृहस्पतिः दृष्टः सत्यं दानवेन्द्र मयोक्तं त्वं निशामय बृहस्पतिस्तदा वाक्यं प्रह्लादं प्रत्यभाषत नाहमेदं प्रजानामि देवं वा दानवं नरं मद्रूपधारिणं राजन्वञ्चनार्थं तवागतम् ततस्ते दानवाः सर्वे साधुसाध्विदिवादिनः पुरोधाः पौर्विको नोऽस्तु यो वा को वा भवत्विदि नानेन कार्यमस्माकं यादुह्येष यथागतः सक्रोधमशपत्काव्यो दानवेन्द्रान् समागतान् त्यक्तो यथाहं युष्माभिस्तथा सर्वांश्चिरादिव गदश्रीकान् गदप्राणान् पश्येयं दुःखजीविकान् सुखो रामापदं प्राप्ता न चिरादेव सर्वशः एवमुक्त्वा गधकव्यो यदृच्छातस्तपोवनं तस्मिन् गदे ततः शुक्रे स्थितस्तत्र बृहस्पतिः पालयन् दानवांस्तत्र किञ्चित् कालमधिष्ठत ततो बहुतिथे काले अधिक्रान्ते नरेश्वर सम्भूय दानवाः सर्वे पर्यपृच्छंस्तदा गुरुं संसारेऽस्मिन्नसारे तु किं जेज्ञानं प्रयच्छनः येन मोक्षं व्रजामश्च प्रसादात् तव सुव्रत ततः सुरगुरुः प्राह काव्यरूपी तदा गुरुः ममाप्येषामधिपूर्वं व्यायुष्माभिरुदा हृदा क्षणं कुर्वं तु सहिता शुचीभूय समाहिताः ज्ञानं वक्ष्यामि वो दैत्या अहं वै मोक्षदायियत एषा श्रुतिर्वैदेहीया ऋग्यजुस्सामसंज्ञिता वैश्वानरप्रसादात्तु दुःखदा प्राणिनामिह यज्ञश्राद्धं कृतं क्षुद्रैरैहिकस्वार्थतत्परैः ये त्वमीवैष्णवा धर्मा ये च रुद्रकृतास्तथा कुधर्मादारसहितैर् हिंसा प्राया कृताहितैः अर्धनारीश्वरो रुद्र कथं मोक्षं गमिष्यति वृतो भूतगणैर्भूरिभूषितश्चास्थिभिस्तथा न स्वर्गो नैव मोक्षोऽत्र लोका क्लिश्यन्ति वै तथा हिंसायामास्तिदो विष्णुः कथं मोक्षं गमिष्यति रजोगुणात्मको ब्रह्मा स्वां सृष्टिमुपजीवति देवर्षयोध ये चान्ये वैदिकं पक्षमाश्रिताः हिंसा प्राया सदा क्रूरा मांसादाः पापकारिणः। सुरास्तु मद्यपानेन मांसादा ब्राह्मणास्त्वमि धर्मेणानेन कस्वर्गं कथं मोक्षं गमिष्यति। यच्च यज्ञादिकं कर्म स्मार्तं श्राद्धादिकं तथा तत्र नैवापवर्गोऽस्ति यत्रैषा श्रूयते श्रुतिः। यज्ञं कृत्वा पशुं हत्वा कृत्वा रुधिरकर्दमं यद्येवं गम्यते स्वर्गो नरकः केन गम्यते। यदि भुक्तमिहान्येन तृप्तिरन्यस्य जायते दद्यात् प्रवसदश्राद्धं न स भोजनमाहरेद। आकाशगामिनो विप्राः पतिदा मांसथक्षणाद् तेषां न विद्यते स्वर्गो मोक्षो नैवेह दानवाः। जातस्य जीवितं जन्तोरिष्ठं सर्वस्य जायते। आत्ममांसोपमं मांसं कथं खादेत पण्डितः। योनिजास्तु कथं योनिं सेवं ते जन्तवस्त्वमि। मैथुनेन कथं स्वर्गं यास्यं ते दानवेश्वर। मृद्भस्मना यत्र शुद्धिस्तत्र शुद्धिस्तु का भवेद। विपरीततमं लोकं पश्य दानव यादृश्यं विण्मूत्रस्य कृतोत्सर्गे शिश्नापाने तु शोधनम्। भुक्ते वा भोजने राजन् कथं नापानशिश्नयोः। क्रियते शोधनं तद्वद्विपरीतास्थितित्वीयं। यत्र प्रक्षालनं प्रोक्तं तत्र तेनैव कुर्वते। तारां बृहस्पतेर्भार्यां हृत्वा सोमः पुरा गतः। तस्यां जातो बुधपुत्रो गुरुर्जग्राहतां पुनः। गौतमस्य मुनेः पत्नीमहल्यां नाम नामतः। अगृह्णात्तां स्वयं शक्रः पश्य धर्मो यथाविधः। येददन्यच्च जगदि दृश्यते पापदायकम्। एवं विधो यत्र धर्मः परमार्थो मतस्तु कः। वदस्व त्वं दानवेन्द्र वद भूयो वदामि ते। गुरोस्तु गदितं श्रुत्वा परमार्थान्वितं वचः। जातकौतूहलास्तत्र विविक्तास्तु भवार्णवाद। दानवावूचुः दीक्षयस्व गुरो सर्वान् प्रपन्नान् भक्तिस्तस्थितान्। येन वैन पुनर्मोहं व्रजामस्तव शासनाद। सुविरक्तास्म संसारे शोकमोहप्रदायिनि। उद्धरस्व गुरो सर्वान् केशाकर्षेण कूपतः। कस्य देवस्य शरणम् इच्छामो ब्राह्मणोत्तम। दैवतं च प्रपन्नानां प्रकाशय महामते। स्मरणेनोपवास्येन ध्यानधारणया तथा पूजोपहारे च कृते अपवर्गस्तु लभ्यते। विरक्तास्म कुटुम्बे तु भूयो नात्र यदा महे। एवं चैव गुरुश्चन्नस्तैरुक्तो धनुपुङ्गवैः चिन्तयामास तत्कार्यं कथमेतत् करोम्यहम् कथमेदे मया पापा कर्तव्या नरकौकसः विडम्बनाश्रुतेर्बाह्यास्त्रैलोक्ये हास्यकारिणः इत्युक्त्वा धिषणो राजं चिन्तयामास केशवं तस्य तच्चिन्तितं ज्ञात्वा मायामोहं जनार्दनः समुत्पाद्य ददौ तस्य प्राहचेदं बृहस्पतिं माया मोहोऽयमखिलांस्तान् दैत्यान् मोहयिष्यति भवदा सहितः सर्वान् वेदमार्गबहिष्कृतान् एवमादिश्य भगवानन्तर्धानं जगामः तपस्यभिरतान् सोधमायामोहो गदोऽसुरान् तेषां समीपमागत्य बृहस्पतिरुवाचः अनुग्रहार्थं युष्माकं भक्त्या प्रीतस्त्विहागतः योगी दिगम्बरो मुण्डो बर्हिपत्रधरो ह्ययम् इत्युक्ते गुरुणा पश्चान्मायामोहो ब्रवीद्वजः भो भो दैत्याधिपतयः प्रब्रूदतपसि स्थिताः ये हि कार्थं तु पारक्यं तपःसफलमिच्छथ दानवा ऊचुः पारक्यधर्मलाभाय तपश्चर्या हिनो मदा अस्माभिरियमारब्धा किं वा तत्र विवक्षितं दिगम्बर उवाच कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ आर्हदं सर्वमेतच्च मुक्तिद्वारमसंवृतं धर्माद्विमुक्तेरर्होऽयं नैदस्मादपरः परः अत्रैवावस्थिता स्वर्गं मुक्तिं चापि गमिष्यथ एवं प्रकारैर्बहुभिर्मुक्तिदर्शनवर्जितैः मायामोहेन ते दैत्याः वेदमार्गबहिष्कृताः धर्मायै तदधर्माय सदेतदसदित्यपि विमुक्तये त्विदं नैदद्विमुक्तिं सम्प्रयच्छति परमार्थोऽयमत्यर्थं परमार्थो न चाप्ययं कार्यमेतदकार्यं हि नैददेतस्फुटं त्विदं दिग्वाससामयं धर्मो धर्मोऽयं बहुवाससाम् इत्यनेकार्थवादांस्तु मायामोहेन ते यतः उक्तास्तदोऽखिला दैत्या स्वधर्मांस्त्याजिता नृप अर्हध्वं मामकं धर्मं मायामोहेन ते यतः उक्तास्तमाश्रिता धर्म मार्हदास्तेन ते भवन् त्रयी मार्गं समुत्सृज्य मायामोहेन ते सुराः कारितास्तन्मया ह्याः संस्तधान्ये तत्प्रबोधिताः तैरप्यन्ये परे तैश्च तैरन्योन्यैस्तथा परे नमोर्हदे चेदि सर्वे सङ्गमे स्थिरवादिनः अल्पैरहोभिः संत्यक्ता तैर्दैत्यैः प्रायशस्त्रयी पुनश्च रक्ताम्बरधृन्मायामोहो जिदेक्षणः सोन्यानप्यसुरान् गत्वा ऊचेन्यन्मधुराक्षरं स्वर्गार्थं यदि वो वाञ्छा निर्वाणार्थाय वा पुनः तदलं पशुपादादिदुष्टधर्मैर्निबोधत विज्ञानमयमेतद्वै त्वशेषमधिगच्छद बुद्ध्यध्वं मे वचः सम्यक् बुद्धैरेवमिहोदितं जगदेदनाधारं भ्रान्तिज्ञानानुदत्परं रागादिदुष्टमत्यर्थं भ्राम्यदे भवसङ्कटे नानाप्रकारं वचनं स तेषां मुक्तियोजितं तथा तथावदद्धर्मं तत्यजुस्ते यथा यथा केचिद्विनिन्दां वेदानां देवानामपरे नृप यज्ञकर्मकलापस्य तथा चान्ये द्विजन्मनां नैदद्युक्तिसहं वाक्यं हिंसाधर्माय जायते हवींष्यनलदग्धानि फलान्यर्हन्ति कोविदाः निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदिष्यते स्वपिता यजमानेन किं वा तत्र न हन्यते तृप्तये जायते पुंसो भुक्तमन्येन चेद्यदि दद्याच्छ्राद्धं प्रवसदो न वहेयुः प्रवासिनः यज्ञैरनेकैर्देवत्वमवाप्येन्द्रेण भुज्यते शम्यादि यदि चेत् काष्ठं तद्वरं पत्रभुक्पशुः जनाश्रद्धेयमित्येतदवगम्यदु तद्वजः उपेक्ष्य श्रेयसे वाक्यं रोचतां यन्मयेरिदं न ह्याप्तवादानभसो निपतन्ति महासुराः युक्तिमद्वचनं ग्राह्यं मयान्यैश्च भवद्विधैः दानवा ऊजुः तत्त्ववादे वयं सर्वे प्रपन्नास्तव भक्तिदः कुरुष्वानुग्रहं चाद्य प्रसन्नोऽसि यदि प्रभो सम्भारानाहरामोद्य दीक्षायोग्यांश्च सर्वशः प्रसादात्तव येनाशु मोक्षो हस्तगतो भवेद् ततस्तानब्रवीत् सर्वान्मायामोहोऽसुरांस्तदा प्रपन्नशासनं ह्येषमदीयो गुरुरग्र्यधीः दीक्षां दास्यति युष्माकं निदेशान्मम सत्तमः येदां दीक्षय भो ब्रह्मन्वचनान्मम पुत्रकान् गदे मोहे दानवास्ते भार्गवं वाक्यमब्रुवन् देहि दीक्षां महाभाग सर्वसंसारमोचनीं तथेत्याहोशना दैत्यान् गच्छामो नर्मदामनु भो भोस्त्यजदवासांसि दीक्षां कारयितास्मि वः एवं ते दानवा भीष्म भृगुरूपेण धीमता आङ्गिरसेन ते तत्र कृता दिग्वाससोऽसुराः बर्हि पिच्छध्वजं तेषां गुञ्जिकाचारुमालिकां दत्त्वा चकार तेषां तु शिरसो लुञ्चनं ततः केशस्योत्पाटनं चैव परमं धर्मसाधनम् धनानामीश्वरो देवो धनधः केशलुञ्चनाद सिद्धिं परमिकां प्राप्ता सदा वेषस्य धारणात् नित्यत्वं लभ्यते ह्येवं पुरा प्राहार्हतः स्वयं वालोत्पाटेन देवत्वं मानुषैर्लभ्यते त्विह किं न कुर्वीद तत्तस्मान् महापुण्यप्रदं यदः मनो रथो हि देवानां लोके वै मानुषे कदा अस्मिन् स्यात् भारते वर्षे जन्मनः श्रावके कुले तपसा युञ्म हेष्मान् वै केशोत्पाटनपूर्वकं तीर्थं कराश्च दुर्विंशत्तथा तैस्तु पुरस्कृताः छायाकृतं फणीन्द्रेण ध्यानमार्गप्रदर्शकं स्तुवन्तं मन्त्रवादेन स्वर्गो हस्तगतोर्हदम् मोक्षो वा भविता नूनं विचारः कोऽत्र कथ्यते कदास्यामर्षयो भूत्वा सूर्याग्निसमतेजसः जप्त्वा विरागिणश्चैव मनु पञ्चाङ्गकं तथा तथा तपस्यदा मृत्युं गदानां कालपर्ययाद पाषाणेन शिरोभग्नं भवदे पुण्यकर्मणाम् अरण्ये निर्जने वास कदा वै भविदाहिनः कर्णजप्यं श्रावकाश्च करिष्यन्ति समाहिताः भो भो ऋषेण गन्तव्यं मोक्षमार्गी यदो भवान् लब्धानि यानि स्थानानि भूयो वृत्तिकराणि च त्याज्यानि तेन चैतानि सत्यमेव वचोहिनः अस्मदीयेन तपसा नियमैर्विविधैस्तथा व्रजध्वं चोत्तमं स्थानं मोक्षमार्गं चयं बुधाः विन्दन्ति भक्तिभावेन तपोयुक्तास्तपस्विनः अक्षेषु निग्रहो यत्र दयाभूतेषु सर्वदा तत्तपोद्धर्ममित्युक्तं सर्वाचान्या विडम्बना ज्ञात्वैतद्भवदासाध्यं गन्तव्यं परमं पदं यां वै तीर्थं करायादा यां गतिं योगिनो गदाः एवं वै देवताः पूर्वं विद्याधर महोरगाः मनोरथाभिलाषांस्ते चिन्तयन्तो दिवानिश्यं यद्येषणा वै युष्माकं संसारविरतौ कृता परित्यजध्वं दाराणि स्वर्गमार्गार्गलानि च यस्यां योनौ पिता यादस्तां योनिं सेवके कथम् आत्ममांसोपमं मांसं कथं खादन्ति जन्तवः ततस्ते दानवाभीष्मा ऊचुः सर्वे गुरुं वचः दीक्षस्व नो महाभागभ्रूणकानग्रधस्थितान् तथा कृत्वा स तानाः समयेन पुरोहितः प्रणामो नान्यदेवेषु कर्तव्यो वः कदाचन एकस्थाने यदा भक्तं भोक्तव्यं करसम्पुटे तत्र स्थाने स्थितं तोयं केशकीडविवर्जितम् तुल्यं प्रियाप्रियं कार्यं नान्यदृष्टिहतं क्वचिद् भोक्तव्यमेतेन विभो आचार्येण तथा कुरु भवध्वं सहिता यूयं ते तथा मोक्षभागिनः एवमुक्त्वा स नियमान् कृत्वा तान् दनुपुङ्गवान् जगामधिषणो राजन् देवलोकं दिवौकसाम् आचचक्षे स तत्सर्वं दानवानां च कारितं ततस्ते त्वसुरा जग्मुर्नर्मदामभिदो वसन् दृष्ट्वा तान् दानवांस्तत्र प्रह्लादेन विना कृतान् देवराजस्तदो हृष्टो नमुचिं प्राह वै वचः हिरण्याक्षं यज्ञहनं धर्मघ्नं वेदनिन्दकं राक्षसं क्रूरकर्माणं प्रखस्सं विखस्सं तथा मुचिं चैव तथा बाणं विरोचनमथापि वा महिषाक्षं बाष्पकलं च प्रचण्डं चण्डकं तथा रोचमानं तथात्युग्रं सुषेणं दानवोत्तमं यदान् दृष्ट्वा तथा चान्यान् दानवेन्द्रानधाब्रवीद इन्द्र उवाच दानवेन्द्रा पुरा जादा कृतं राज्यं त्रिविष्टवे इदानीं कथमे वेदं व्रतं वेदविलोपकं भवद्भिः कर्तुमारब्धं नग्नमुण्डिकमण्डलु मयूरध्वजधारित्वं कथं चैवेह तिष्ठथ दानवा ऊचुः त्यक्तः सर्वासुरभाव ऋषिधर्मे वयं स्थिताः धर्मवृद्धिकरं कर्म चरामः सर्वजन्तुषु त्रैलोक्यराज्यमखिलं भुङ्क्ष्व शक्रव्रजस्व च तथेदि चोक्त्वा मखवा पुनर्यातस्त्रिविष्टपम् एवं ते मोहिता सर्वे भीष्मदेवपुरोधसा नर्मदा सरिदं प्राप्य स्थिता दानवसत्तमाः ज्ञात्वा शुक्रेण ते सर्वे वृत्तान्तमनुबोधिताः तदा त्रैलोक्यहरणे चक्रुक्रूरां पुनर्मतिम् इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे अवतारचरितं नाम त्रयोदशोऽध्यायः ॐ